नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति सर्वेषां स्वागतम्। गतवर्गे नूतनविषयस्य ज्ञानं प्राप्तवन्तः वयं। सः कः इत्युक्ते आत्मनेपदी धातूनां विषयः। लौकिकज्ञानस्य कृते तु एतत् पर्याप्तं यत् यदि प्रथमपुरुष एकवचनरूपे क्रियापदस्य अन्ते ते अस्ति चेत् सः धातुः आत्मनेपदी अस्ति, ति अस्ति अन्ते चेत् सः धातुः परस्मैपदी। वयं भ्रातृमेलनम् इति कथां पठन्तः आस्म, अद्य तामेव कथाम् अग्रे पठावः। तत्र पञ्चचत्वारिंशत्तमं पुटे अस्ति भ्रातृमेलनम्। आदौ यथा प्रकारः ध्येयमन्त्रः। कविता भगिनी, आं भगिनी, ध्येयमन्त्रं पठतु एकनिमिषं। मम प्रस्तुतिः दृश्यते किम्? न भगिनि, न दृश्यते किम्? डौन्लोडिङ्ग् दृश्यते। किञ्चित् क्लेशः अस्ति अद्य। इदानीं दृश्यते? न भगिनि, भगिनी, इस् इट् व्याख्याकारं वररुचिं? नैव नैव नैव नैव, वाक्यकारं वररुचिं कुत्र अस्ति? इदानीं दृश्यते? हा, इदानीं दृश्यते, दृश्यते भगिनि। ध्येयमन्त्रः। अन्योधनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून्, द्वामयं सह गच्छत्यमूत्र पुण्येन पापेन च वैष्ट्यमानः। अस्तु, अर्थं वदतु भगिनि। The wealth of others needed up. Pretagatasya means the dead person's wealth is enjoyed by the others. Achha. Hmm. So also the constituents of his bodies are enjoyed. Apicha. The constituents of his bodies are enjoyed and consumed by birds and fire. I'm reading from there only. Na Shwete. Shwete? Hello? Yeah. And what does he go with? He goes with his Punya and Papa wrapped. Shruti. But it's breaking a lot. I don't know whether it's breaking for the others also. No, it's not breaking. No, it's not breaking. No. So some problem over here. This dead man goes to the other world wrapped only in his good and bad deeds, Punya and Papa. Oh. Yeah. Astu. Astu. Idanim sankshepena aham kathayaha saram vadami. Yada Pandavaha vane charantaha asan, तदा द्रौपद्याः दृष्टिः सौगन्धिकस्य कमलस्य उपरि पतिता। सा भीमसेनं प्रति प्रार्थनां करोति यत् एतादृशानि पुष्पाणि आनयतु इति। यदा भीमसेनः पुष्पाणि आनेतुं गच्छति तदा मार्गे हनुमान् आसीत्। मार्गरोधकेन हनुमता सह सम्भाषणं करोति भीमसेनः। इदानीं किञ्चित् पूर्वस्य अंशं पठामः. विशालाक्षी भगिनी तत्र पञ्चचत्वारिंशत्तमपुटे तदा हनुमान् लोचने ईषद् उन्मील्य स्मयते, ततः पठतु. सो द स्टोरी गोज़् देट् द्रौपदीस् ऐस् वेन् दे वर् वेन् दे वर् इन् देयर् when they had been abandoned or banished to this forest, at that time on one day Draupadi's eyes fall on that lotus and she tells Bhimsenam that you bring many of these lotuses for me. When he goes to bring it, obviously from the conversation we know that it was a heavenly flower. So he sees Hanuman on the way. Now we will read their conversation. Astu. Vishalakshi Bhagini. From where do you want me to read? Hariyom. Yeah, from where do you want me to read? From their conversation. So on the, in the, yeah, below the picture, below the picture, yeah. On the second line, there is this Tada Hanuman. तदा हनुमान् दे कान्वर्सेशन् ततः तदा हनुमान् लोचने ईषद् उन्मील्य स्मयते. यु केन् यु कन्नाट् हियर् मी. ऐ एम रीडिङ्ग्. केन् यु हियर् मी. ऐ केन् हियर् यु. ऐ केन् हियर् यु. श्रूयते. या तदा हनुमान् तदा हनुमान् लोचने ईषद् उन्मील्य स्मयते ततः भाषते च किमर्थं सुखसुप्तं मां प्रबोधयसि त्वं कः किमर्थम् आगतः एषः देवलोकस्य मार्गः वर्तते अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते इति. सो हनुमान् ओपन्स् हिज़् ऐस् करेक्ट् हेलो हि ओपन्स् हिज़् ऐस् एण्ड् हि ओपन्स् हिज़् ऐस् अ लिटल् एण्ड् टेल्स् या एण्ड् टेल्स् भीमसेना वै डिड् यु वेक् मी अप् फ्रम् मै स्लीप् सुखसुप्तं मां प्रबोधयसि. Who are you? Why have you come? This is the path to Devaloka. Here there is no need because we have already done this part. So you just read, no problem. Tata Bhimasenaha Brute Aham Kunti Putraha Bhimasenaha एतेन मार्गेण गन्तुम् इच्छामि त्वम् उत्तिष्ठ मार्गं प्रयच्छ इति. हनुमान् वदति अहं व्याधिपीडितः अस्मि अतः उत्थातुं मम शक्तिः न विद्यते. उत्थातुं मम शक्तिः न विद्यते. यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ इति. लङ्घयित्वा गच्छ इति. तदा भीमसेनः वदति परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने. तव लङ्घनेन तस्य अवमाननं कर्तुं न उत्सहे. अन्यथा हनुमान् सागरम् इव त्वां लङ्घयित्वा गच्छेयम् इति. इदानीम् अवगतमिति मन्ये. अर्थः तु इदानीं तदा कीदृशं पदं तदा. No, I don't know. You tell me. The avyayam asti bhagini. Tada avyayam asti. Avyaya. ओके अय्य ओके भीमसेनः कीदृशं पदम् You want me to tell the विभक्तिः का भीमसेनः विभक्ति प्रथम विभक्ति लिङ्गं किं पुंलिङ्गम् उत्तमम् अपि च वचनं किं प्रथमपुरुष वचनं एकवचनं सर्वम् एकवचनं विस्मृतवन्तः वयम् अस्तु वदति वदति कीदृशं पदं वदति क्रियापदम् उत्तमं वदति अपि च लकारः लकारः कः लकारः वदति वदति लट् लकारः उत्तमम् उत्तमम् अपि हा लट् लकारः सम्यक् अस्ति अपि च परस्मैपदी अस्ति अथवा आत्मनेपदी अस्ति इट् इस् आत्मनेपदी वै इस् इट् आत्मनेपदी किमर्थं बिकास् कविता भगिनी वदतु it is parasmaipadi because the benefit of the action is for someone benefit no you don't tell that because here we can't tell whom the benefit is for so we for us for practical purposes if it ends in ti it is parasmaipadi if it ends in te then it is atmanepadi parasmaipadi asti अस्तु धन्यवादः कविता विशालाक्षी भगिनी परमात्मा विभक्तिः का परमात्मा विभक्ति इस् प्रथमा विभक्तिः परमात्मन् इति प्रातिपदिकं प्रथमा विभक्तिः एकवचने पुंलिङ्गे अस्ति परमात्मन् यथा नो ऐ थाट् हा ओके ओके परमात्मन् अस्ति नकारान्त पुंलिङ्गशब्दः अस्ति देहम् इति शब्दस्य विभक्तिः का देहं नो ऐ हाव् नो ऐडिया अबौट् देट् अस्तु कविता भगिनी करोतु धन्यवादः विशालाक्षी भगिनी अग्रे किञ्चित् शृणोतु अग्रे करोतु कविता भगिनी देहं चिन्ता द्वितीया विभक्ति उत्तमं लिङ्गं किं लिङ्गम् एकलिङ्गं सोरि पुल्लिङ्गं पुंलिङ्ग एकवचनं व्याप्यदृशं पदं इस् इट् अव्यय आर् इस् इट् चतुर्थी विभक्ति ऐ डोण्ट् नो व्याप्य इट् इस् एन् अव्ययं बट् इट् इस् नाट् चतुर्थी विभक्ति तत्र ल्यप् अस्ति ल्यप् ल्यप् व्याप्य प्राप्य तथा ल्यप् अस्ति अवतिष्ठते कीदृशं इति क्रियापदं क्रियापदम् आत्मनेपदि उत्तमम् आत्मनेपदि लकारः कः लकारः लट् लकार लट् लकारः लट् लकारः अपि च पुरुषः कः प्रथमपुरुषः उत्तमम् इति कीदृशं पदम् अव्ययः इति अव्ययम् अहं कीदृशं पदम् अहम् इदम् अहम् इस् ऐ सो इट् इस् रूपं विभक्ति का विभक्ति अहं द्वितीया विभक्ति अहं प्रथमा विभक्ति अहम् आवां वयम् अहं सत्यम् एकनिमिषः अस्मत् शब्दस्य रूपाणि पश्यामः. एकनिमिषम् अहं दर्शयामि. मम प्रस्तुतिः दृश्यते किम्? न भगिनि, नैव, न दृश्यते. एकनिमिषम्. भवनी बुक् पुस्तके नास्ति. पुस्तके अस्ति किं? रूपाणि रूपाणि अस्ति किं भवत्याः? शब्दमञ्जरी प्रवेशः. शब्दमञ्जरी चिन्ता नास्ति. पठतु. दकारान्तः अस्मत् शब्दः त्रिषु लिङ्गेषु समानरूपः. रूपम् अहम् आवां वयं, माम् आवाम् अस्मान्, मया आवाभ्याम् अस्माभिः, मह्यम् आवाभ्याम् अस्मभ्यं, मत् आवाभ्याम् अस्मत्, मम आवयोः अस्माकं, मयि आवयोः अस्मासु. किञ्चित् अभ्यासस्य कृते अहं पठतु इति उक्तवती. एकनिमिष अत्र स्थापयामि चेत्. एकनिमिष. किमर्थम् अत्र शेर् कर्तुमेव न शक्यते? एकनिमिष, अहं किञ्चित् बहिः गत्वा अहम् आगमिष्यामि. भगिनी इदानीं दृश्यते किं मम प्रस्तुतिः? भगिनी पुनरेकवारं पठतु इदानीं, सर्वे द्रष्टुं शक्नुवन्ति. अस्मद् के रूप विभक्ति एकवचनं द्विवचनं बहुवचनं. अहम् आवां वयम् वयं, माम् आवाम् अस्मान्, मया आवाभ्याम् अस्माभिः, मह्यम् आवाभ्याम् अस्मभ्यं, मत् आवयोः अस्माकं, मयि आवाभ्याम् मत् आवाभ्याम् अस्मत्, मम आवयोः अस्माकं, मयि आवयोः अस्मासु. उत्तमम्. अहं विभक्तिः प्रथमा विभक्तिः आय. जाने, जाने कीदृशं पदम्? जाने जाने अव्यय अस्ति का? किमर्थं जाने? अहं जानामि, जानामि. हा, अहं जानामि. ज्ञा धातुः. आत्मनेपदी अस्ति. आत्मनेपदी, आत्मनेपदी अस्ति. अपि च ज्ञाधातुः प्रथमपुरुषः एकवचनं लट्लकारे. लट्लकारे एव अस्ति. तव, तव कीदृशं पदम्? तव, तव, तव तु, तव नैव नैव नैव. एकनिमिषः. तव कोऽपि वदति किं? तव कीदृशं पदं? विजयकुमार महोदय, विजय थङ्की महोदय. अव्यय. नैव नैव नैव. तव अर्थः तव इति शब्दस्य? यु, यु. षष्ठी विभक्तिः. षष्टि. इदानीम् इदानीं विशालाक्षी भगिनी रूपाणि पठतु. एकनिमिषः कविता भगिनी रूपाणि पठतु. युष्मद् शब्दरूप विभक्ति एकवचनं एकवचन द्विवचन बहुवचन प्रथम त्वं युवां यूयं द्वितीय त्वां त्वा युवां वां युष्मान् वः तृतीय त्वया युवाभ्यां युष्माभिः चतुर्थी तुभ्यं ते युवाभ्यां वां युष्मभ्यं वः पञ्चमी त्वत् युवाभ्यां युष्मत् षष्ठी तव ते युवयोः वां युष्माकं वः सप्तमी त्वयि युवयोः युष्मासु सो तव वाट् इस् द मीनिङ्ग् आफ़् तव योर्स् ओके तव योर्स् षष्ठी धन्यवादः कविता भगिनि लङ्घनेन लङ्घनेन विभक्ति का लङ्घनेन लङ्घनेन भगिनि लङ्घनेन लङ्घनं लङ्घनेन तृतीया विभक्ति यस् तृतीया विभक्ति सो बै योर् क्रासिङ्ग् बै योर् क्रासिङ्ग् तव बै क्रासिङ्ग् यु योर्स् भवति सो बै क्रासिङ्ग् यु तस्य कीदृशं पदं तस्य विभक्ति योर्स् तस्य तव तव इस् योर्स् तस्य किं तस्य इस् तत्शब्दस्य षष्ठीः स्त्रीलिङ्गे अस्ति स्त्री षष्ठी विभक्ति विजयकुमार् महोदय पठतु विजयकुमार् महोदय पठतु आं भगिनि तत् पुल्लिङ्गस्ते रूप सः तौ ते सः तौ ते तं तौ तान् तेन ताभ्यां सहि तस्मै ताभ्यां तेभ्यः तस्मात् ताभ्यां तेभ्यः तस्य तयोः तेषां तस्मिन् तयोः तेषु धन्यवादः धन्यवादः कविता भगिनी द्वितीया विभक्ति परन्तु अत्र अस्य ल्युडन्तमस्ति द्वितीया विभक्ति कर्तुं कीदृशं पदं कर्तुं सेम् द्वितीया विभक्ति कर्तुं नैव कीदृशं पदं विभक्तिः नास्ति तत्र कर्तुं तुमुन् प्रत्ययः तुमुन् प्रत्ययः तुमुन् कर्तुं पठितुं कर्तुं ज्ञातुं न कीदृशं पदम् अव्ययम् उत्सहे कीदृशं पदम् उत्सहे कीदृशं पदम् उत्साह उत्सहे सप्तमी विभक्ति नैव भगिनि वाट् इस् द मीनिङ्ग् आफ् दिस् सेण्टेन्स् तव लङ्घनेन तस्य अवमाननं कर्तुं न उत्सहे वाट् इस् द मीनिङ्ग् ऐ डोण्ट् कः ऐ डोण्ट् इन्टेण्ड् टु डिस्रेस्पेक्ट् यु बै क्रासिङ्ग् यु ओवर् yes I do not wish to disrespect you not respect you not respect you because he is saying paramatma deham vyapya avatishtate iti aham jani so in your body god is there he is not respecting hanuman he is respecting the god in his body so he is saying tava langhanena tasya avamananam kartum na utsahe I do not wish by crossing you I do not wish to disrespect them that paramatma that Paramatma I do not wish to disrespect. Now, which is the word which says I do not wish to respect, disrespect? Which is the word which says I do not wish to? Na utsahe. Na utsahe. Na utsahe. I am not interested. So, what kind of word is it? Kidrisham padamasti. क्रियापदम् अस्ति लट् लकारे अस्ति इदानीं परस्मैपदी अस्ति वा आत्मनेपदी अस्ति वा परस्मैपदी अस्ति किमर्थं भगिनि अन्ते किम् अस्ति उत्सहे हे अस्ति एकारः अस्ति यदा तदा आत्मनेपदी अन्यथा कीदृशं पदम् अव्ययम् अव्ययम् हनुमान् हनुमान् कीदृशं पदं हनुमान् प्रथमाविभक्ति उत्तमम् एकवचनं सागरं सागरं सागर सागरं द्वितीया विभक्ति एकवचनं उत्तमम् एकवचनं द्वितीया विभक्ति हनुमान् सागरम् इव इव कीदृशं पदम् इव इस् अव्ययम् अव्ययम् अव्ययम् इव त्वां कीदृशं पदं त्वां त्वां तद् त्वां यु यु नास्ति त्वां त्वां लङ्घ त्वां लङ्घयित्वा So it is not Yushmat Shabda, Bhagini? It is Yushmat Shabda. So it is Dhritya. Dhritya Vibhakti. Dhritya Vibhakti. Uttamam. Uttamam. Uttamam. Langhayitva. Ki drisham padam? Langhayitva. Tva pratyaya. Tva pratyaya. Langhayitva. After crossing you, Gacheyam. Gacheyam. Ki drisham padam? क्रियापदं गच्छ क्रियापदम् आत्मनेपदी अस्ति वा लकारः कः लट्लकारः कः गच्छेयं लट्लकारः नास्ति गच्छेयं विधिलिङ्ग अस्ति विधिलिङ्गे अस्तु धन्यवादः भगिनि धन्यवादः विजयकुमार् महोदय पठतु विजयकुमार् पठतु हनुमान् पृच्छति कः सः हनुमान् किमर्थं सः सागरं लङ्घितवान् इति लङ्घितवान् गतवान् लङ्घितवान् लङ्घितवान् ओके लङ्घितवान् इति हनुमान् सेस् कः सः हनुमान् कः सः हनुमान् सो भीमसेना हेस् टोल्ड् हिम् देट् गाड् इस् देर् इन् योर् बाडी देट् इस् वै ऐ एम् नाट् क्रासिङ्ग् यु वाट् हेपन्स् वेन् ही गोस् टु ब्रिङ्ग् द फ्लवर्स् At that time, he sees Hanuman over there. Okay. He doesn't know it is Hanuman. He tells him, you leave place for me. So he tells, Hanuman says, that I cannot do that. Oh. So he says that this is a Devaloka. Human beings cannot come here. Okay. So Bhimsena tells him that I would have crossed your body, but in your body, God is present. I know that. Otherwise, like Hanuman only, I would have, like Hanuman crossed the Sagar, I would have crossed your body. But because I do not wish to disrespect the God who is there in your body, that is why I am not crossing you. So now, in their conversation, Hanuman says, who is that Hanuman? Because he is telling Hanuman that Hanuman had crossed the river, right? Okay. He doesn't know it is Hanuman. Okay. So, Kahasa Hanuman, who is that Hanuman? किमर्थं सः सागरं लङ्घितवान् वाट् इस् द मीनिङ्ग् आफ् देट् वै डिड् हि क्रास् दि वै डिड् हि क्रास् दि सागर यस् now comes the vyakaranasya bhaga. Hanuman kidrisham padam, kidrisham padam Hanuman. Prathama vibhakti ekavachanam. Uttamam. Mama kidrisham padam. Mama is avyayam. Naiva artah kaha mama iti shabdasya. प्रथमा नैव मम इस् पञ्च षष्टी विभक्ति षष्टी विभक्ति एकनिमिषः विजय थङ्की महोदय पठतु रूपाणि एकनिमिषं विजय कुमार महोदय विजय थङ्की महोदय रूपाणि पठति आं भगिनि अहम् आवां वयं माम् आवाम् अस्मान् मया आवाभ्याम् अस्माभिः मह्यम् आवाभ्याम् अस्मभ्यं मत् आवाभ्याम् अस्मत् मम आवयोः अस्माकं मयि आवयोः अस्मासु उत्तमं धन्यवादः विजयकुमार महोदय इदानीं वदतु मम विभक्ति प्रथमा विभक्ति षष्टि अस्तु षष्टि तत्र मम कुतः पृच्छति कीदृशं पदं क्रियापदं तत्र लकारः कः लट् लकार परस्मै अस्ति वा आत्मनेपदी अस्ति वा परस्मैपदी सः पतिः अस्ति किल विजयकुमार महोदय पतिः अस्ति अस्तु कः कीदृशं पदं कः इस् किं शब्दरूप मकारान्तपुल्लिङ्ग प्रथमाविभक्ति पुल्लिङ्ग उत्तमम् रूपाणि पठामः परन्तु एकनिमिष यतोहि अभ्यासस्य कृते आवश्यकं कविता भगिनी रूपाणि पठतु शीघ्रं पठतु आं भगिनि मकारान्तपुल्लिङ्ग किं शब्दः कः कौके कं कौकान् केन काभ्यां कैः कस्मै काभ्यां कैः कस्मै काभ्यां केभ्यः कस्मात् काभ्यां केभ्यः कस्य कयोः केषां कस्मिन् कयोः केषु उत्तमं धन्यवादः It did not come on the screen. No, it's not in the screen. It's in the book. अत्र स्क्रीन् शेरिङ्ग् इस् एक्टिव् इति अस्ति इदानीं दृश्यते किं नो क्लेशः एव अस्ति नेट्वर्क् इशू है इदानीं दृश्यते कोऽपि पठतु विशालाक्षी भगिनी पठतु न दृष्टं किल किं पुल्लिङ्ग पुल्लिङ्के रूप किं पुल्लिङ्के रूप कः कौ के कं कौ कान् केन् काभ्यां कैः कस्मै काभ्यां केन काभ्यां कैः कस्मै काभ्यां केभ्य केभ्यः कस्मात् काभ्यां केभ्यः कस्य कयोः केषां कस्मिन् कयोः केषु. धन्यवादः. धन्यवादः. धन्यवादः. विजयकुमार् महोदय, पुस्तकतः किमर्थं कीदृशं पदं शीघ्रं वदतु, जानाति भवान्. पुस्तकं किमर्थं किमर्थं किमर्थं किमर्थं सहसा अच्छा किमर्थं यु वाण्ट् मी टु कीदृशं पदं किमर्थं किमर्थं कीदृशं पदं तत्र अस्ति किल. नैव नैव, किमर्थम् अव्ययम् अस्ति. ओ अस्तु, ओके. सः सः कीदृशं पदं सः इस् दकारान्त पुल्लिङ्गशब्द तत् शब्द. उत्तमं. विभक्तिः का? प्रथमा विभक्ति. उत्तमं. सागरं कीदृशं पदं? द्वितीया विभक्ति. द्वितीया विभक्ति. द्वितीया विभक्ति अस्ति, अपि च लिङ्गं पुंलिङ्गे. लङ्घितवान् कीदृशं पदं? लङ्घितवान्. लङ्घितवान् त्वा प्रत्यय तवतु. तवतु प्रत्यय तवतु. ओके, तवतु. तवतु इति कीदृशं पदं? दृश्यम् इति कीदृशं पदम्? इति कीदृशं पदम्? इति इति इस् अव्ययम्. अग्रे पठतु, अग्रे पठतु. हनुमान् हनुमान् मम भ्राता, रामायणे सह अतिख्यातः, रामपत्याः सीतायाः पत्न्याः पत्न्याः सीतायाः अन्वेषणाय सः शतयोजन विस्तृतः सागरं लङ्कितवान्. हनुमान् इस् मै ब्रदर्. हनुमान् मम भ्राता. रामायणस्य अति रामायणे सः अतिविख्यात् अतिविख्यात् मीन्स् अतिविख्यातः मीन्स् वेरि वेरि फेमस्. अति इस् वेरि एण्ड् विख्यातः इस् फेमस्. ओके, द रामायण इस् वेरि फेमस्. ओके, नो नो नो नो, ही इस् टाकिङ्ग् अबौट् हनुमान् नौ. भीमसेना इस् टेलिङ्ग् अबौट् हनुमान् बिकास् हनुमान् आस्थिम् किमर्थं सः सागरं लङ्घितवान्. वै डिड् हनुमान् क्रास् द सागर? ओके, ओके. सो हनुमान् इस् नौ, भीमसेना इस् आन्सरिङ्ग्. हनुमान् मम भ्राता. हनुमान् इस् मै ब्रदर्. हनुमान् हनुमान् कीदृशं पदम्? प्रथमा विभक्ति एकवचनं. एकं मम कीदृशं पदं? मम षष्टिविभक्ति. षष्टिविभक्तिः. आं, षष्टिविभक्तिः. अपि च प्रातिपदिकं किं? त्रिशूलिङ्गेषु. उत्तमं. भ्राता कीदृशं पदम्? माता पिता तथा कीदृशं पदम्? हा, एकवचनं प्रथमा विभक्तिः. उत्तमम्. अस्तु, सो हनुमान् इस् मै ब्रदर्. रामायणे रामायणे विभक्तिः का? विभक्तिः का? कोऽपि साहाय्यं करोतु, कोऽपि साहाय्यं करोतु. रामायणे विभक्तिः का? सप्तमी. सप्तमी एकवचनं. एकवचनं रामायणे. एकवचनं. अपि च रामायणं तु नपुंसकलिङ्गे अस्ति. रामायणम् इन्द रामायण इन्द रामायण सः अतिविख्यातः. हि इस् वेरि फेमस्. सः यु हेव् आलरेडि टोल्ड् अतिविख्यातः कीदृशं पदम् अतिविख्यातः आत्मनेपदी नैव अतिविख्यातः विशेषणमस्ति नैव नैव क्रियापदं नास्ति क्रियापदं नास्ति विशेषणमस्ति सः अतिविख्यातः हि इस् वेरि फेमस् इन् द रामायणं अतिविख्यातः सः सः इति पदस्य विशेषणम् अस्ति तदर्थं लिङ्गम् अपि पुंलिङ्गे अस्ति विभक्तिः अपि प्रथमा विभक्तिः अस्ति अपि च वचनमपि एकवचनम् यद्लिङ्गं यद्लिङ्गं यद् वचनं या स विभक्तिः तद्लिङ्गं तद्वचनं ता स विभक्तिः विशेषणस्य अस्तु रामपत्न्याः विभक्तिः का विजयकुमार महोदय वदतु रामपत्न्याः सीतायाः मालायाः रमायाः चतुर्थी विभक्ति एकवचनं नैव नैव तृतीया विभक्तिः क्षम्यतां षष्ठी विभक्तिः अस्ति षष्ठी विभक्तिः एकवचनं सीतायाः तस्याः मालायाः ओके माला षष्ठी विभक्तिः मालाशब्दस्य तथा सीतायाः सो षष्ठीविभक्तिः एकवचनं स्त्रीलिङ्गे अस्ति रामपत्न्याः सीतायाः रामपत्न्याः तत्र विशेषणम् अस्ति सीता राम्स् वैफ् सो इट् इस् विशेषणं तत्र आफ् हिस् वैफ् आफ् हिस् वैफ् अन्वेषणाय अन्वेषणाय for the searching of his wife saha saha means who is this saha is hanuman who is this hanuman saha shatayojana vistritam that means the ocean sagar was shatayojana vistritam it was spread over 100 yojanas okay. and one there yojana no ad- one yojana huh. there is no adverb in Sanskrit there is then ramapatnyah should be an adverb alva why it should be an adverb whose wife who was sita whose wife ram's wife what is yeah, adverb whose adverb no meaning to the kriya pad no who yeah, comes with adverb okay who wife comes with okay adverb? How did he do it how okay. did he do it he did it quickly that is adverb isn't it okay ha okay okay okay so, yeah शतयोजनविस्तृतं शतयोजनविस्तृतं मीन्स् तत्र ओशन् वास् स्प्रेड् ओवर् 100 योजनास् ओके वन् योजना इस् इक्वल् टु अप्राक्सिमेट्लि 9 मैल्स् विच् इस् अबौट् 14 किलोमीटर्स् सः सागरं लङ्घितवान् सागरस्य विस्तृता कियन् आसीत् कियत् आसीत् शतयोजना विस्तृतम् आसीत् सागरः अस्तु धन्यवादः विजयकुमार महोदय विजयथङ्की महोदय अग्रे पठतु आं भगिनि अहमपि बले पराक्रमे युद्धे च तेन तुल्यः वर्ते इति साभिमानं वदति भीमसेनः हलो हा वदतु अर्थं वदतु आदौ ऐ एम् आल्सो इक्वल् टु स्ट्रेङ्थ् एण्ड् इन् स्ट्रेङ्थ् इन् वार् इन् वार् इन् इन् वेल Parakrami is also hard work and valor. So in strength, in valor, both the meanings are same. They are more or less the same word. Yudhe cha tena tulyaha varti. Iti sa bhimanam. He? Agre? Vadat? Tell the अर्थं वदतु. भीमसेन सेड् प्रौड्ली ऐ एम् आल्सो इक्वल् टु हनुमान्. ऑल दिस अहम् अहं कीदृशं पदम् एकवचन प्रथमविभक्ति लिङ्गं किं पुल्लिङ्गं नैव अहम् अहम् इति शब्दस्य लिङ्गं नास्ति. Okay, यतोहि अस्मद् अस्मद् शब्दस्य त्रिषु लिङ्गेषु वर्तते. बले बले विभक्तिः का सप्तमी. सप्तमी विभक्तिः अस्ति. पराक्रमे विभक्तिः का सप्तमी. युद्धे सेम् सप्तमी. सप्तमी. सो बलं नपुंसकलिङ्गशब्दः अस्ति. पराक्रमं तत्रापि नपुंसकलिङ्ग. युद्धे युद्धः युद्धं तत्रापि नपुंसकलिङ्गे अस्ति. तेन तेन कीदृशं पदम् तत् शब्दस्य चतुर्थी का विभक्ति नैव नैव तेन तृतीया विभक्तिः. इदानीं रूपाणि पठतु पठतु दृश्यते किम् तद् पुल्लिङ्गे रूप सः तौ ते तं तौ तान् तेन ताभ्यां तैः तस्मै ताभ्यां तेभ्यः तस्मात् ताभ्यां तेभ्यः तस्य तयोः तेषां तस्मिन् तयोः तेषु. तृतीया विभक्ति. ओके सो वेन् यु कम्पेरिङ्ग् यु यूजुलि यूस् तृतीया विभक्ति. य वि आर् कम्पेरिङ्ग् रैट् सो कम्पेरिङ्ग् यु यूस् तृतीया विभक्ति. तेन तुल्यः वर्ते वर्ते कीदृशं पदं क्रियापदम् आत्मनेपदी क्रियापदम्. उत्तम. लकारः कः लट् लकारः. उत्तम. इति तु अव्ययमस्ति. सा अभिमानं वदतु. सा अभिमानं द्वितीया द्वितीया विभक्ति. सो वेनेवर् द शब्द शब्दः कम् एट् दट् टैम् इट् इस् अलाङ्ग् वित्. ओके सो सा अभिमानं स अभिमानं सा अभिमानं वदति कीदृशं पदम् क्रियापदं परस्मैपदी. उत्तमं. भीमसेनः तु जानीमः. हा अग्रे पठतु. अन्ते मार्गप्रयच्छ इति पुनरपि वदति. अन्ते अन्ते इत्युक्ते किं वाट् इस् द मीनिङ्ग् आफ् देट् अन्ते अन्ते वाक्यस्य अर्थः मार्ग हा मार्गं प्रयच्छ. He said, पुनरपि वदति. अगेन् अगेन् अन्ते अन्ते इति शब्दस्य विभक्तिः का पुंलिङ्गे अस्ति. सप्तमी. मार्गं विभक्तिः का द्वितीया द्वितीया. उत्तमं. प्रयच्छ प्रयच्छ कीदृशं पदं क्रियापदम्. लकारः कः लट् लकारः. नैव लोट् लकारः अस्ति. कर्तरि लोट् लकारः अग्नार्थ मध्यमपुरुषः. मध्यमपुरुषः अस्ति. यच्छतु यच्छतां यच्छन्तु यच्छ यच्छतं यच्छत इति पुनरपि वदति वदति तु उक्तवान्. अग्रे पठतु. हनुमान् वदति जरया मम उत्थातुं शक्तिः नास्ति. पठतु अग्रेपि अपि पठतु अग्रेपि. त्वमेव त्वमेव अनुकम्पया एतत् पुच्छम् अपसायं गच्छ. इति अपसार्य अपसार्य गच्छ इति हनुमान् जानीमः वदति जानीमः अर्थं वदतु अर्थं वदतु हनुमान् सेड् बिकास् आफ् वीक्नेस् I cannot get up. So please, you apasaryam, I don't know the apasarya. Apasarya means move away. Move away. So please, you move away my pucham and go. Pucham is tail. Tail. If you look at the picture, tatra panchachatvarimshatama pute, tatra pucham asti, bhimasenasya marge pucham asti, the tail is there. So it has, you move the tail and you go. Now see the fun. Idani. जरया जरया कीदृशं पदं तत्र विभक्तिः का तृतीया उत्तमं मम विभक्तिः का षष्ठी उत्थातुं कीदृशं पदं प्रत्यय प्रत्ययः कः शक्तिः विभक्तिः का प्रथमा लिङ्गं किं स्त्रीलिङ्गं न अस्ति अस्ति कीदृशं पदं नास्ति न अस्ति अस्ति कीदृशं पदं क्रियापदं लकारः कः लट् लकार आत्मनेपदी अस्ति वा परस्मैपदी अस्ति वा परस्मैपदी उत्तमं तत्र मम इति शब्दस्य लिङ्गं किं महोदय मम इट् इस् आल्सो यूस्ड् बै आल् द लिङ्ग्स् त्रिषु लिङ्गेषु अस्ति लिङ्गं नास्ति त्रिषु लिङ्गेषु त्वम् एव त्वं कीदृशं पदं त्वं प्रातिपदिकं किं युष्मद् विभक्तिः का विभक्तिः का द्वितीया उत्तमम् अस्तु लिङ्गं किं पुल्लिङ्गम् लिङ्गं किं त्वम् इति शब्दस्य सर्वनामपद अस्ति सर्वनामपद पदं तु त्रिषु लिङ्गेषु वर्तते सर्वनाम यु यु देर् इस् नो लिङ्गं जेण्डर् इस् नाट् देर् त्वम् एव अनुकम्पया लिङ्ग् विभक्तिः का तृतीया अनु तृतीया उत्तमं तर्हि शब्दः कः अनुकम्पा लिङ्गं किम् अनुकम्पा पुल्लिङ्गं पुल्लिङ्गम् एतत् पुच्छम् अपसार्य गच्छ एतत् कीदृशं पदम् एतद् इति दकारान्त नपुंसकलिङ्ग लिङ्गे प्रथमा द्वितीया विभक्तिः अस्ति द्वितीया विभक्तिः यतोहि तत्र क्रियापदं तु गच्छ अस्ति कर्ता तु भीमसेनः अस्ति तत्र लोट्लकारः अस्ति पुच्छं कर्मपदमस्ति एतत् पुच्छं द्वितीया पुच्छमपि द्वितीया विभक्तौ एव अस्ति एतत् पुच्छम् अपसार्य ल्यप् प्रत्ययः अस्ति तत्र अपसार्य ल्यप् प्रत्ययः गच्छ वदतु महोदय गच्छ लकारः कः लट् लकारः सोरि लोर् लकार यथा प्रयच्छ अस्ति तदा तथा एव कच्छ. धन्यवादः महोदय. धन्यवादः. विशालाक्षी भगिनी पठतु. भीमसेनः पुच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति. What is the meaning of that? ततः सः अवज्ञया वामहस्तेन पुच्छं गृहीतवान्. He was worried. भीमसेनः. No, no. भीमसेनः. Where is the... He thought in his mind. Or by his mind, manasa tritiya vibhakti asti. Manas iti shabdasya tritiya vibhakti asti. Tari manasa chintayati. By his mind he thinks, or in his mind, we tell in English, in his mind. Ucche grihitva. By holding his tail, this monkey might... Yamasadhanam. I will send him. Preshayami means I will send him. See his... Yeah. Send him. Oh. Arrogate. Okay. So, Bhimasenaha, Puchche Grihitva, Etam Vanaram Yamasadhanam Preshayami iti Manasadhanam. Preshayami. Chinteti. He thinks in his Tataha, mind. Yeah, he thinks in his mind. Tataha saha avagyaya vamahastena puchham grihitavan. Then he avagnyaya is with disrespect he holds up with his hand the which tail hand? Of which hand vamahastena left hand. Kintu tat puchham किञ्चिदपि न कम्पते बट् दट् टेल् डिड् नाट् इवन् शेक् अ लिटिल् बिट्. अधुना भीमसेनः बाहुभ्यां पुच्छम् उत्क्षेप्तुं प्रयत्तते. अधुना भीमसेन अधुना मीन्स् Now. Bhimasena, Bahubhyam, with his arms. First he tried to do it with his left hand. Then he trying did, with his arms. That means both the arms. Both the arms he tried. Both the arms. Utkshetum prayatate means he tried to lift it. Kshepto means lift, no? Lift the tail with... Yeah, lift and throw it away. Not only lift, but kshepto. Kshepto. Okay. Lift it and throw it away. Prayatate. Tathapi puchham na kampate. Even then, the tail did not shake. Bhimasenasya shariram svidyate. His body svidyate means sweat, that is sweating. Astu idani vyakaranasya amsham kartum icchati kim bhavati nay vyakta others do prayatnam kartum icchati kim. No, I unless I learn the grammar book I should bring and learn it was very difficult otherwise. I have to buy Kavita Bhagini, agachhatu. Sahayam karotu. Sahayam karotu. Kavita Bhagini. Kavita Bhagini, sahayam karotu. Idani. Bhimasena hatu sarve janati. Pucche grihitava. You grihitva. You will see over here that there is a saptami vibhakti because there are certain actions. Okay? There are certain actions. When you hold by the neck or you hold by the tail, then... the grammar demands that there should be saptami vibhakti. I could not find the rule which says that. I will search for it and I will send it. Okay? Usually we would say Puchham Grihitava. But in this, because of the action where he is lifting it and going to throw it away, you know, that catching by the neck, holding by the tail, all these, they take Saptami Vibhakti. So you all must be surprised that it is Saptami Vibhakti over there. But don't worry, it is for certain phrases that is used. So Grihitva. Vadatu Bhagini, Kidrisham Padam, Grihitva. Kavita Bhagini? Sorry. Tva Pratyaya. Uttamam. Etam Vanaram Tatra. Vibhaktihi ka? द्वितीयविभक्ति एतम् इति पदस्य प्रातिपदिकं किम् एतत् नैव अत्र नपुंसकलिङ्गं नास्ति, द्वितीया विभक्तिः अस्ति, विभक्तौ अस्ति, तर्हि पुंलिङ्गे अस्ति, यतोहि वानरस्य विशेषणम् अस्ति किल, वानरः तु पुंलिङ्गे अस्ति. यमसदनं प्रेषयामि तत्र वदतु कीदृशं पदं यमसदनं. यमसदनम् इस् द्वितीया विभक्ति एकवचनं प्रत्यय यमसदनम् प्रत्ययने यमस प्रत्ययः नास्ति. यमसदा द्वितीया विभक्ति. आल् आफ् देम् आल् दीस् विभक्तीस् हेव् प्रत्ययस् बट् दे आर् सुबन्तास्. सो यु कान् टेल् प्रत्ययः देट् वे. यमसदनं तत्र सदनं तु नपुंसकलिङ्गे अस्ति. उत्तमं. प्रेषयामि कीदृशं पदं क्रियापदं प्रेष्य क्रियापदं प्रेषिति धातुः. उत्तमम्. अपि च लकारः प्रेषयामि लट् लकार. पुरुषः कः? मध्यमपुरुषः. उत्तमं पुरुषः. उत्तमपुरुषः. अच्छा उत्तमपुरुषः इति तु जानाति भवती. मनसा मनसा कीदृशं पदं मनसा मनस् मनस् इति शब्दस्य विभक्तिः का मनसा मनसा शिरसा तृतीय उत्तमम् उत्तमं भगिनि. तृतीया विभक्तिः चिन्तयति चिन्तयति कीदृशं पदं क्रियापदं चिन्तं क्रियापदं चिन्तयति क्रियापदं. लकारः कः लकारः लट् लकारः परस्मैपदी लकारः. उत्तमं. ततः कीदृशं पदं ततः मीन् देन् बट् इट् इस् एन् अव्ययम्. ततः तु अव्ययम् अस्ति. सः कीदृशं पदं सः दकारान्त पुल्लिङ्ग तत् शब्दः प्रथमविभक्ति अवज्ञया कीदृशं पदम् तृतीया विभक्ति अस्ति. अवज्ञा उत्तमम्. अवज्ञा इति आकारान्त स्त्रीलिङ्गपदम् अस्ति. अवज्ञया इस् वित् डिस्रेस्पेक्ट् तृतीया विभक्तिः. वामहस्तेन विभक्तिः का वामहस्तेन हस्तेन तृतीया विभक्ति रामेण. उत्तमम्. पुच्छं गृहीतवान् पुच्छं विभक्तिः का तत्र द्वितीया गृहीतवान् द्वितीया विभक्ति. उत्तमं. द्वितीया विभक्ति गृहीतवान् कीदृशं पदं त्वा प्रत्यय गृहीतवान् when you say tavatu, what is there in that? What are the alphabets in that? The ka with the halant is there. Tavatu. Va and tu. Tavatu. Okay, so ka goes away. And what remains is tavat. No? Tavat. So what happens? That tavat takes the form of tavan in pumling, tavati in strilingam, tavat in napumsakaling. So grihitavan, pathitavan, kritavan, kritavati. That way. So ta and va remain over there. Tavan, tavati, tavat. Astu. Kintu, kirisham padam? Kintu avyaya asti, avyayam. Uttamam, avyayam. Tat puchham. Puchha. Tat puchham. Tatra. Vibhakti hi ka? Tat puchham na kampate. Vibhakti hi ka? Tat is dakaranta napunsak linga. Tat prathama vibhakti. No. Uttamam. Prathama vibhakti. Uttamam. Why? Because it is the karta over there. Karta. So puchham. Puchham api. Also. Also. Puchham also. Napumsakalinge prathama vibhakti hi. Tatra karta asti kila. So it takes the visheshan. Tat puchham. Because puchham is in napumsakalinga. Tat also is in napumsakalinga. Kinchid api. Kinchid api also is an avyayam. Na kampate. Kidrisham padam na tu avyayam asti. Kampate. Kidrisham padam. Kampate. Kampate is atmanepadi. Lakaraha kaha? Lakaraha kaha? Lat lakara. Kamp. Uttamam. Dhatuhu api janat. Uttamam. Thoda thoda. Agre. Kinchit kinchit. Kinchit kinchit. Adhuna. Adhuna, kidrisham padam? Adhuna? Avyayam, avyayam asti. Avyayam, uttamam. Bhimasenah tu janimah. Bahubhyam. Bahubhyam, idanim. Bahubhyam, kidrisham padam? Bhagini, tritiya. Uttamam, kimatam? Bahubhyam, uccham. By his. Uttamam. Vachanam kim? Vachanam kim? Dvivachanam, because there are two bahus. There are two. Uttam. Pucham tu jani maha. Utkshetum. Kidrisham padam? Utkshetum. Pathitum. Kartum. Kidrisham padam? Tatra? Tumun pratyaya? Tumun pratyaya. Uttamam. Tumun pratyaya. Prayatate. Prayatate. Prayatnam. Prayatate. परन्तु कीदृशं पदं व्याकरणस्य आत्मनेपदी अस्ति उत्तमं लकारः कः लट् लकारः पुरुषः कः प्रथमपुरुषः प्रथमपुरुषः अग्रे पठतु भीमसेनस्य शरीरं तथा एकनिमिष कम्पते कीदृशं पदं कम्पते आत्मनेपदी कम्प लट्लकारः प्रथमपुरुषः तत्र शरीरम् इति पदस्य विभक्तिः का शरीरम् इति पदस्य द्वितीया उत्तमम् नैव तत्र भगिनी प्रथमा विभक्तिः अस्ति किमर्थं शरीरं स्विद्यति भीमसेनस्य शरीरं स्विद्यति सो द कर्ता इस् शरीरम् ओन्लि सो शरीरम् इस् प्रथमा विभक्ति नाट् द्वितीय भीमसेनस्य इति पदस्य विभक्तिः का भीमसेनस्य षष्टिविभक्तिः उत्तमम् अग्रे पठतु इदानीं बाडि स्वेट् पुनः पुनः शीघ्रं पठ आं भगिनि पुनः प्रयत्नेनापि सः विफलः जायते इवन् आफ्टर् रिपीटेड् अटेम्प्ट्स् हि वास् अन्सक्सेस्फुल् सः सः नितरां लज्जते मीनिङ्ग् ऐ डोण्ट् लज्जते हि वास् अशेम्ड् Yes, Nitaram means excessively. Excessively ashamed because he has told a lot of things about himself, no? Achha. Ante saha hanumanta namaskritya prarthiyate kapishardula mam shamatam vanara rupa druka bhavan siddhah devah gandharva vakah iti vadatu. Ante, in the end, he salutes, he does namaskaram to Hanuman and prarthayate, and requests. Requests. Kapidarshula means? Kapidarshula? Kapishardula. Who's Narasardula? Who's Narasardula? Rama. Kapishardula is the best of all the monkeys. वानरूपक भवान् सिद्धः वानव के रूप इन् द गाइस ऑफ वानर यू आर सिद्धः Accomplished. Accomplished. Deva Gandharva Vakah Iti Vadatu. Deva, are you a Gandharva? Iti Vadatu? Iti Vadatu. Please tell you. Tell me whether you are a God or a Gandharva or Gandharva. Who are you? Vakah. Aham Shishyavat Bhavantam Prichami. I am addressing to you as a Shishya. अन्ते इति शब्दस्य विभक्तिः का अन्ते शब्दस्य सप्तमी विभक्ति वा उत्तमं सः तु जानीमः हनुमन्तम् इति शब्दस्य विभक्तिः का द्वितीया विभक्ति द्वितीया यथा भगवान् तु प्रथमा विभक्ति भगवन्तं हनुमन्तं तथा एव नमस्कृत्य इति पदस्य कीदृशं पदं नमस्कृत्य लेप् आफ्टर् इट्स् लैक् त्वा ओन्ली बट् बिकास् देर् इस् अ उपसर्गः अस्ति तत्र नमस्कृत्य प्रार्थयते कीदृशं पदं प्रार्थयते इस् आत्मनेपदी क्रियापदं प्रार्थना प्रथमा क्रियापदं विभक्ति नास्ति पुरुषः प्रथमपुरुषः कपिशार्दूल हे कपिशार्दूल तत्र कीदृशं पदं सम्बोधने अस्ति इट् इस् नाट् एनी विभक्ति सम्बोधने हे कपि हे तत्र नास्ति बट् देयर् इस् एन् एक्स्क्लमेशन् मार्क् सो इट् इस् अण्डर्स्टूड् माम् इति शब्दस्य रूपं वदतु अपि च कीदृशं पदम् इति वदतु माम् अहं अस्मच्छब्दः अस्मत् शब्दस्य अत्र विभक्ति का विभक्ति वाट् वास् द वर्ड् माम् अहम् आवां वयं माम् इस् द्वितीया विभक्ति उत्तमं मां क्षमतां तत्र लोट्लकारे अस्ति क्षमताम् अस्तु वानररूप धृक् मीन्स् हेविङ्ग् टेकन् द फार्म् आफ् वानर भवान् सिद्ध देव गन्धर्व वाकः इति वदतु सर्वे जानीमः अहम् इति जानीमः शिष्यवत् मीन्स् एज अ स्टुडेण्ट् सो दिस् शिष्यवत् गुरुवत् आल् दिस् वत् मीन्स् एज अ गुरु और् एज अ शिष्य भवन्तम् इति शब्दस्य रूपं वदतु कीदृशं पदं भवन्तं भवान् अस्ति भवत् इस् द प्रातिपदिकं जस्ट् लैक् हनुमत् So Hanumantam is Dvitiya Vibhakti, Bhagavantam is Dvitiya Vibhakti. Prichhami tu jani. Astu, dhanyavadaha. Vijay Kumar Mahode, pathatu. Aam Bhakti. Tada Hanuman swasya parichayam uktavan. Artham vadatu. Then Hanuman introduced himself. भीमसेनेः भक्त्याः तं नमस्कृतवान् नास्ति तत्र भक्त्या भीमसेनः भक्त्या तं नमस्कृतवान् भीमसेना हि सल्यूट पुट नमस्कार हौ कथम् ऐसे डिवोटी भक्त्या भक्त्या विथ डिवोशन् हनुमान् प्रीत्या तम् आलिङ्गितवान् विथ् हिस् हाम् एम्ब्रेस्ड् हिम् हि लव् हि लव् लव् विथ् लव् हि एम्ब्रेस्ड् हिम् एम्ब्रेस्ड् ओके ओके ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य रामवातारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान् अन्ते तमः आशीर्भिः अनुग्रह अन्तहितम् अनुगृह्य अन्तहितः अभवत् अन्तहितः अभवत् So he showed him the rupam, he showed him the form that he had taken in Ramayana, the long, the big form. Vishalam shariram darshitavan, apicha, he became invisible. Dhanyavad Ahmod. Vijay Thanki Mahodai, Vyakaranasya amsham karotu, tatra. Antimasya parichedasya. Aham bhagini. Aham prichami. उक्तवान् कीदृशं पदम् उक्तवान् प्रत्यय कः प्रत्ययः तव तु प्रत्यय उत्तमं स्वस्य विभक्तिः का षष्ठी उत्तमं नमस्कृतवान् कीदृशं पदं सेम् तव तु उत्तमं भक्त्या प्रीत्या तृतीया विभक्ति विभक्तिः तृतीया विभक्ति उत्तमं प्रार्थनां कीदृशं पदम् ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य प्रार्थनां द्वितीया उत्तमं लिङ्गं किं स्त्रीलिङ्गम् उत्तमं अङ्गीकृत्य कीदृशं पदम् लियप् प्रत्यय अनुगृह्य कीदृशं पदम् अनुगृह्य सः अपि ल्यप् प्रत्ययः अस्ति रामावतारे तत्र विभक्तिः का सप्तमी उत्तमं दर्शितवान् कीदृशं पदम् तव तु प्रत्यय तादृश अभवत् कीदृशं पदम् अभवत् क्रियापद पास्ट टेंस उत्तमं संस्कृते वदतु लङ्लकार लङ्लकार अपि च पुरुषः कः अभवत् प्रथमपुरुषः ओके आशीर्भिः आशीर्भिः इति पदस्य विभक्तिः का अन्ते तम् आशीर्भिः अनुगृह्य अन्तर्हितः भवति नो ऐडिया आशीर्भिः द्वितीया विभक्ति बहुवचनं तृतीया विभक्ति ओके तृतीया विभक्तिः अपि च विशालं शरीरम् अस्तु अस्तु पुनरेकवारं गृहे पठन्तु पाठं किञ्चित् अभ्यासः जायते आगामिनि वर्गे विभक्तिः विभक्तिवल्लरी इति पुस्तकं समीपे तिष्ठन्तु इति प्रार्थना कीप् योर् विभक्तिवल्लरी बुक् इन् फ्रण्ट् आफ़् यू विल् डू द प्रथमा एण्ड् द्वितीया विभक्ति अगेन् और् विल् इण्ट्रड्यूस् अवर् सेल्स् टु तृतीया विभक्ति ओके अस्तु अस्तु महोदय वदतु तत्र शान्तिमन्त्रं भवान् एव वदतु अत्र स्थापितं मेन सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ धन्यवादः धन्यवादः पुनर्मिलामः धन्यवादः पुनर्मिलामः पुनर्मिलामः भगिनी धन्यवादः